नमस्कारः सर्वेभ्यः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकालेषु सर्वदा. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. येनाक्षरतमां नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि. नमस्कारः महोदय. अयवर्ट लण यमगण नम जभय घटदश जभगडदश खप छठ थ चटतौ कपये शशसर इति माहेश्वराणि सूत्राणि. अस्तु, नमस्कारः महोदय. उषा अस्मि. नमस्कारः भगिनि. नमस्कारः. तत्र कः भवति अधुना भगिनी भवती तत्र पारायणं करोति वा अद्य? आं महोदय, सम्यक् न कर्तुं करोमि, प्रयत्नं करोति. आं महोदय, समर्थपदविधिः शुभा मन्त्रिते पराङ्वत् शुभामन्त्रिते शुभामन्त्रिते शुभामन्त्रिते शुभामन्त्रिते पराङ्गवत् स्वरे प्राक्कदारसमासः अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धि वृद्ध्यार्थभाव भावात् प्रति शब्दप्रादुर्भाव पश्चात् अथानुपूर्वयोगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिभा मात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरि बहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविध्योः लक्षणेनाभिप्रति आभिमुखे अनुर्यत्समया यस्य छायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या सङ्ख्या वंशेन नादिभिश्च अन्यपदार्थे च संज्ञायाम् नदीभिश्च नादिभिश्च न नदीभिश्च नदीभिश्च अन्यपदार्थे च संज्ञायां. अस्तु, अत्र यः कोऽपि उच्चारणं तत्र सूत्राणि पठितुं यः कोऽपि इच्छति तत्र व्योमालभ्य मध्ये अष्टाध्यायी पारायण सीडि अथवा वेब् वर्षन् तत्र अस्ति, कृपया तत् क्रीत्वा शृण्वन्तु शृणोतु यः कोऽपि इच्छति. मया क्रीतं तत् सीडि, सम्यक् अस्ति, उच्चारणं सम्यक् अस्ति, तत् उपयोगाय भवति. प्रयत्नं करोमि. दशवारं शृण्मश्चेत् मनसि तिष्ठति सूत्राणि. अस्तु, अद्य गतवर्गे अस्माभिः तत्र एतावता अस्माभिः अव्ययं विभक्ति समीपसमृद्धि इति दीर्घसूत्रमस्ति, तेन सूत्रेण अव्ययभावसमासः कथं भवति इति दृष्टम्. अनन्तरं यथा सादृशे सादृश अर्थं विहाय अन्येषु त्रिषु अर्थेषु यथा इति अव्ययं समस्यते सुभन्तेन इति अपि दृष्टं यावदवधारणे अवधारणार्थे इत्युक्ते सङ्ख्या यत्र भवति तत्र सङ्ख्यां गणनं कर्तुं शक्नुमः तस्मिन् अवसरे यावत् इति अव्ययम् अव्ययेन तत्र अव्ययभावसमासः भवति सुप्रतिना मात्रार्थे मात्रार्थे लेशार्थे तत्र प्रति इति अव्ययं समस्येन सुबन्धेन समस्यते अक्षशलाकासङ्ख्या परिणा इत्यत्रापि तत्र क्रीडायां द्यूतक्रीडायामेव अस्य प्रयोगः अक्षशलाका सङ्ख्या इत्येषु एतैः अर्थैः तत्र शब्दैः एतैः शब्दैः तत्र परि इति अव्ययं समस्यते इति एतावता एतानि सूत्राणि अस्माभिः पठितानि. इदानीं नूतनसूत्रमस्ति विभाषा इति सूत्रम्. अत्र भगिन्या किं कृतं तद् सर्वे जानन्ति वा इति अहं न जानामि. अव्ययभावसमासजालपुटे तत्र विभजनं कृत्वा 2A इति भगिन्या कृतं. सर्वे कृपया 2A उद्घाटयन्तु. पूर्वं मया यत् लिङ्क् प्रेषितं तत्र 2A इति अधोभागे वर्तते लिङ्क् तस्य 2A इति भागस्य लिङ्क् अधोभागे वर्तते. तत्र पूर्वं यत् अव्ययभावसमास इति लिङ्क् आसीत् तत्रैव अधोभागे 2A इति लिङ्क् भवति. तद् कृपया उद्घाटयन्तु. सर्वे उद्घाटितवन्तः इति अहं चिन्तयामि. अस्तु महोदय. अहं दृष्टवान् महोदय. उद्घाटितं समीचीनम् अस्तु. गोमती भगिनी भवती आरम्भं करोति वा विभाषाः. तत्र विभाषाः इति दोषः अस्ति, विभाषा इत्येव तदपि निवारणी अस्तु. नमस्कारः, पठामि. विभाषाः विभाषा इत्येव सूत्रं, विभाषाः इति नास्ति, विभाषा इत्येव सूत्रं. तत्र दोषः अस्ति, भगिन्या भगिन्यै अहं सूचयिष्यामि. अस्तु. विभाषा एतत् अधिकारसूत्रम् अस्ति. एतस्य सूत्रस्य अधिकारः अप परि बहिरञ्चवः इति सूत्रात् आरभ्य चार्थे द्वन्द्वः इति सूत्रपर्यन्तं भवति. एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति. अर्थात् समस्तप्रयोगः अपि शक्यते, व्यस्तप्रयोगः अपि शक्यते. वाक्ये अस्माकं विवक्षानुगुणम् विवक्षानुगुणम् अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते, यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति. एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति. विभाषा प्रथमान्तम् एकपदम् इदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्. अग्रे पठामि. अस्य सूत्रस्य अर्थः कः इति किञ्चित् प्रतिपादयति वा? आम्, अत्र सूत्रं विभाषा इति अस्ति. एतत्तु अधिकारसूत्रमस्ति. पूर्वं वयं दीर्घसूत्रेण अव्ययं विभक्ति इति दीर्घसूत्रेण नित्यसमासः इति विषये पठितवन्तः. अत्र विभाषा इति सूत्रम् आरभ्यते. एतत् अधिकारसूत्रमस्ति. स्वयं सम्पूर्णमस्ति एतत् सूत्रम्, अनुवृत्तिः नास्ति. एतत् सूत्रं वदति व्यस्तप्रयोगः अपि समासे भवति, विकल्पेन समस्तपदं भवति इति सूत्रं वदति. एतत् सूत्रं विभाषा इति अपि जानाति. किमर्थं चेत् तस्य कार्यक्षेत्रं बृहदस्ति. अपपरिबहिरञ्चवः इति सूत्रात् आरभ्य चार्थे द्वन्द्वः द्वितीय द्वितीय अध्याये द्वितीयपाद्ये नवविंशत् सूत्रपर्यन्तं तत् कार्यं वर्तते, अतः महाविभाषा इति अपि एतत् सूत्रं जानाति. आं बहुषु सूत्रेषु जानीमः. अस्तु, सूत्रं स्वयं सम्पूर्णमस्ति महोदय. अस्तु, अग्रे पठतु भगिनि, तत्र इतोपि अस्ति. आम्, यत्र विभाषा इत्यस्य सूत्रस्य अधिकारः अस्ति तत्र समासः विकल्पेन भवति, अतः सीतापतिः गच्छति इत्यपि वक्तुं शक्यते, नो चेत् सीतायाः पतिः गच्छति इत्यपि वक्तुं शक्यते. विभाषा पुनः वदति, विभाषा इत्यस्य सूत्रस्य अधिकारः अस्ति तत्र समासः विकल्पेन भवति, व्यस्तरूपमपि भवति. उदाहरणेन दत्तं सीतापतिः इत्यपि इत्यपि उच्चारणं कर्तुं शक्नुमः, सीतायाः पति इत्यपि उच्चारणं कर्तुं शक्नुमः, द्वयोः अर्थं समानमेव. पूर्वम् उपकृष्णम् इति अव्ययीभावसमदीर्घसूत्रे वयं यदि वदामः तत्र उपकृष्णम् इति एकमेव रूपमस्ति. उपस्य कृष्णस्य उपम् उपस्य कृष्ण एतद् कृष्णस्य समीपम् इति वक्तुं न शक्यते. उपकृष्णम् इति एकमेव रूपम्. एतत् सूत्रम् आरभ्य विभाषा इति सूत्रात् आरभ्य विकल्पेन समासपदं समस्तपदानि भवन्ति. अस्तु महोदय. अस्तु, तत्र पूर्वम् अस्माभिः दीर्घसूत्रे कुत्रचित् तत्रापि विकल्परूपं भवति इति दृष्टम्, कस्मिन् अर्थे इति कोऽपि स्मरति वा? अहं न स्मरामि. अन्य कोऽपि तत्र वृक्षं वृक्षं प्रति प्रतिवृक्षम् इत्यत्र वीप्सार्थे वीप्सार्थे प्रति इति अव्ययं समस्यते, तत्र वृक्षम् इति सुबन्तेन सह समस्यते इति दृष्टं. तत्तु यद्यपि तत्र नित्यमस्ति तत्र वैकल्पिकरूपम् इति स्वीकरणीयं. किमर्थम् इत्युक्ते तत्र कर्मप्रवचनीयसंज्ञा तस्य बाधकम् अस्ति इदानीं तत्र अविभावसमासः. कर्मप्रवचनी इति कश्चन सिद्धान्तः अस्ति, तत् अस्मिन् वर्गे एव पठेमः. तस्य बाधकः अस्ति इति कृत्वा तत्र तस्मिन् प्रसङ्गे यद्यपि तत् नित्यं नित्यसूत्रे एव उल्लेखितः अस्ति तथापि तद् वैकल्पिकम् इत्येव स्वीकरणीयम्. अस्तु, धन्यवादः भगिनि. रोहिणी भगिनी अग्रे पठतु. धन्यवादः महोदय. पठतु पठतु रोहिणी भगिनी, पठतु. अहं पठामि. यत्र समासः नित्यः तत्र विभाषा इति सूत्रस्य प्रसक्तिः न भवति. विभाषा इत्यस्मात् सूत्रात् प्राग् यानि सूत्राणि सन्ति तत्र समासः नित्यः भवति. अव्ययीभावाधिकारे इत्यस्मात् सूत्रात् आरभ्य द्वितीय अध्याये प्रथमपादे षट् सूत्राणि सन्ति. एकनिमिषम्, तस्य प्रथमे प्रथम आरभ्य अव्ययीभावाधिकारे पञ्चम आरभ्य तत्र दशमपर्यन्तम्. आं महोदय, सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा इत्यस्य अधिकारः नास्ति. अतः एव तत्र सर्वत्र समासः विकल्पेन न भवति, अपि तु नित्यं भवति. अग्रे पठामि. इदानीं किम् उक्तमिति किञ्चित् वदति वा? सर्वे जानन्ति एव. षट् सूत्राणि नित्यसमासः भवति, तत्र विकल्पः न भवति. विकल्पः न भवति, सत्यं. षट् सूत्राणि सन्ति अविभावाधिकारे एव. अस्तु अग्रे. सामान्यतया यानि सूत्राणि विभाषा इत्यस्य अधिकारे सन्ति तानि विकल्पेन प्रवर्तन्ते. परन्तु कुत्रचित् यद्यपि विभाषा इत्यस्य अधिकारः अस्ति तदापि समासः विकल्पेन न भवति, अपि तु नित्यरूपेण भवति. यथा उपपदसमासः, यः तत्पुरुषसमासस्य प्रभेदः अस्ति, स समासः नित्यरूपेण विधीयते. कुत्रचित् विभाषा इत्यस्य अधिकारे अपि नित्यसमासः भवति, यदा उपपदसमासे. यः तत्पुरुषसमासस्य भेदः अस्ति, तत्र समासः नित्यरूपेण विधीयते. नित्यरूपेण भवति. अस्तु अग्रे सारांशः. सारांशः सामान्यतः समासः विकल्पेन भवति विभाषा इत्यस्य अधिकारात्. अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते. परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति, अपि तु नित्यरूपेण भवति. अग्रे सूत्रस्य पठनावसरे ते परिशीलयामः कुत्र समासः नित्य इति. कुत्रचित् विभाषा इत्यस्य अधिकारेन व्यस्तप्रयोगः भवति, परन्तु कुत्रचित् समासः विकल्पेन न भवति, नित्यरूपेण एव भवति. अस्तु धन्यवादः भगिनि, समीचीनम्. अग्रे पठामि वा? पर्याप्तम्, इदानीम् अन्य कोऽपि पठतु. धन्यवादः महोदय. तत्र विनय महोदय, अभिपरिबहिरञ्चवस्पञ्चम्या. आं महोदय. अपरि बहि अञ्चु एते शब्दः पञ्चम्यन्तेन सुबन्तेन सह समस्यते, समस्यन्ते वैभावसमासः च भवति. अपरि बहिर् बहिरञ्चवः अपपरि ओ अपपरि बहिर् अञ्चवः अपपरीन अपपरि बहिरञ्चवः पञ्चम्या परि परि दीर्घ नास्ति अतः अपपरि बहिर् अञ्चवः पञ्चम्या द्वितीय अध्याये प्रथमपाद द्वादशसूत्रसङ्ख्या अप परि बहिः इत्येते सुबन्तः तथा अञ्चु इति धातुतः निष्पन्नः सुबन्ताः पञ्चम्यन्तेन सह विभाषः समस्यन्ते अवैभावः च समासः भवति. अपः च परिश्च बहिश्च अञ्चुश्च तेषाम् इतरेतर योगद्वन्द्वः अपर अपपरि बहिर् अञ्चवः अपरि बहिर् अञ्चवः प्रथमा बहुवचनान्तं पञ्चम्या तृतीयान्तं शुभमन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति. प्राकरणात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अविभावः इत्यस्य अधिकारः. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अपरिबहिरञ्चवः सुपः पञ्चम्या सुपासः अपैभावः समासः विभाषा. अतः सम्पूर्ण अनुवृत्तिस्य सूत्रं विभाषा अनुवृत्ति आयाति. विभाषा विकल्पेन समासः भवति. अत्र अत्र व्यवस्थायां समासः विकल्पेन भवति. परन्तु अत्र प्रश्नः अस्ति, सुबन्तकः अपि च सुपाकः और शब्दकः. अत्र प्रथमनिर्दिष्टम् अप् परि बहिर् भवन्ति. परन्तु पञ्चम्यः शब्दः पञ्चम्यः शब्द सुबन्तेन सुबन्तेन प्रकृतः. अतः सुबन्तं सुबन्तेन सह समस्यते. अत्र प्रथमनिर्दिष्टम् अप् वा परि वा बहे अञ्चु अहं केवलं न जानामि. परन्तु पञ्चमी विभक्ति पञ्चम्याः शब्दसम्बन्धितः. अतः शब्दः यदि यदि शब्द वयं यथा ग्राम शब्दः अस्ति तर्हि ग्रामात् पञ्चमी विभक्तिः अस्ति. अतः समासः भवति सुबन्तं सुबन्तेन सह समासः भवति. अस्तु. अर्थात् अत्र अपपरि बहि इति एते सुबन्ताः इत्युक्ते तथा अञ्च् इति धातुतः निष्पन्नाः सुबन्ताः पञ्चमन्तेन सह विभाषा समस्यन्ते. अविभावसमासो भवति इत्युक्ते कः अर्थः? पञ्चम्या सुपासः अञ्चु अञ्चु इति धातु अस्ति. धातुतः निष्पन्नः सुबन्ताः इति अस्ति. अञ्च् अञ्चवः अत्र अपपरिबहिरञ्चवः इति कस्यां विभक्तौ बहुवचनं पञ्चम्या अञ्चु अञ्चु शब्दः अस्ति. अञ्चु अतः अत्र अप् परि बहिर् अञ्चवः अञ्चु गुरुसमान अस्ति. अञ्च गुरु अञ्चु गुरुसमान अस्ति. यदि गुरुसमान अस्ति तत् तर्हि गुरुः गुरु गुरवः तर्हि एव बहुवचनम् अस्ति. तदेव प्रथमा बहुवचनान्तम् इति लिखितमस्ति. अपपरिबहिरञ्चवः प्रथमा बहुवचनान्तं पदमस्ति. पञ्चम्या तृतीयान्तम् इति अस्ति. पञ्चम्या तृतीयान्तम् अपरिबहिर्पञ्चवः प्रथमान्तम्. अस्तु, इतोपि स्पष्टः नास्ति अत्र. अपपरिबहिरञ्च वा सूपः पञ्चम्या सूपा सह अविभवसमासो भवति, समासविभाषा इति लिखितमस्ति. अस्तु, अग्रे पठेम, तत् किञ्चित् अवगमनं भवति इति अहं चिन्तयामि. अत्र अपपरि बहिः इति अपपरि इति किं, बहिः इत्युक्ते किं, तन्त्रम् अञ्चु धातुतः के शब्दाः कथं केषां ग्रहणं भवति इत्यपि अवगन्तव्यं, तदा एव अस्य सूत्रस्य अर्थः कः इति ज्ञातुं शक्नुमः. अस्तु, धन्यवादः महोदय. अरविन्द् महोदय. आं महोदय, अत्र अपपरिबहिरञ्च वा इति सूत्रस्य अर्थमस्ति अपपरिबहि एवम् अञ्चु धातुतः निष्पन्ना सुबन्धपदाः सर्वे अव्ययीरुसमास अव्ययीसमासं क्रियते यत्र पञ्चमी शब्द उत्तरपदमस्ति चेत्. इदानीम् अञ्चु धातुतः निष्पन्नः सुबन्तः इति लिखितमस्ति. दत्तमस्ति, अदे भवे दत्तमस्ति उदाहरणानि उच्चैत्वा वयम् अवगच्छामः महोदय. इदानीम् अत्र स्पष्टं नास्ति खलु. अत्र तु एतमेव अपपरि आङ् इत्येषां योगे पञ्चमी अपपरि च एतौ द्वयौ प्रत्ययः प्रादयः इति सूत्रेण निपातसंज्ञः भवतः. तत्पश्चात् स्वरादिनिपातमव्ययम् इति सूत्रेण तयोः अव्ययसंज्ञा भवति. बहिर् इति शब्दः स्वरादिगणे अस्ति, अतः स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञा भवति. अपपरि इति प्रादयः अस्ति कृत्वा स्वरादिनिपातम् अव्ययम् इति सूत्रेण व्ययसंज्ञा भवति. तथा बहिः इति शब्दः अपि स्वरादिगणे अस्ति इति कृत्वा तस्यापि अव्ययसंज्ञा भवति. भवान् कुत्र पठति? अपपरि आम् इत्येषां योगे पञ्चमी, अपपरि बहिः इत्येषां सुबन्ताः, तदेव पठति खलु? तदेव पठतु. तत्र एव दत्तमस्ति अपपरि भञ्जरञ्च च द्वौ प्रादयः अपापरि प्रादयः. महोदय, तत्र प्रथमवाक्ये किं लिखितमस्ति? अपपरि बहिः इत्येते सुबन्ताः, तथा अञ्च् इति धातु निष्पन्नाः सुबन्ताः पञ्चमदन्तेन सह विभाषा समस्यन्ते इति अपपरि तस्य पूर्वपरिच्छेदमस्ति अपपरि च एतौ द्वौ प्रादयः इति सूत्रेण निपातसंज्ञा भवतः. करपत्रे नास्ति. अस्ति. I don't see it either. भवान् कुत्र पठति महोदय? इदानीं रेफ्रेश् करोतु. नूतन अहं न पश्यामि महोदय. कुतः पठति इति अहं न जानामि. 2A मध्ये एव अपपरि आम् इत्येषां योगे पञ्चमी. टु ए मध्ये एव तत्र अपपरि बहिरञ्जौ पञ्चम्या इति सूत्रस्य अनन्तरम् अपपरि आङ् इत्येषां योगे पञ्चमी इति लिखितमस्ति. Yeah. My screen is frozen. One minute. अस्तु उषा भगिनी भवती पठति वा अस्ति चेत्? आं महोदय. अपपरि आङ् इत्येतेषां योगे पञ्चमी. अपपरि बहिः इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चमी अन्तेन सह विभाषा समस्यते इति उपरितनसूत्रेण समस्यन्ते या सः विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते. परन्तु एतेषां शब्दानां योगे कथं पञ्चमी विभक्तिः विधीयते इति अग्रे उच्यते. कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे. कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति. कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति. एकादशकर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति. अनु उप अप परि आङ् प्रति अभि अधि सु अति अपि एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्ट अर्थेषु. तदर्थं सूत्राणि सन्ति अष्टाध्याय्यां. अप परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरिवर्जने इति सूत्रेण. कर्मप्रवचनीया इति काचित् विशेषसंज्ञा वर्तते. अनु अपपरि उप आङ् प्रति अभि अधि सु अति अपि इति अष्टाध्याय्यां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति. कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः फार् वाट् एवर् आक्षन् किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयति. क्रियाकृतं सो अपपरिवर्जने वर्जने अर्थे अपपरि इति कर्मप्रवचनीयाः विधीयते. अत्र सूत्रे अपपरि शब्दाः पञ्चमी सुबन्तेन सह समस्यते. अपपरिवर्जने अर्थे इति वाट् वि लर्न् फ्रम् कर्मप्रवचनीयसंज्ञा. अस्तु, अत्र क्लेशः अस्ति. अस्तु भगिनि, धन्यवादः. अत्र कर्मप्रवचनी अधिकारा इति तत्र पञ्चचत्वारिंशत् पुटे अस्ति. तत्र द्वितीय प्रथम अध्याये चतुर्थपादे पञ्चचत्वारिंशत्तमपुटे अस्ति कर्मप्रवचनीयाः इति प्रथमस्तम्भे. कर्मप्रवचनीया संज्ञा अधिकारः इति अस्ति. अत्र प्रथमसूत्रमस्ति कर्मप्रवचनीयाः इति इति आरभ्य विभाषाकृञि इति सूत्रं यावत् कर्मप्रवचनीयसंज्ञा क्रियते इति विभाषाकृञिपर्यन्तं तत्र प्रायः पञ्चदशसूत्राणि सन्ति इति अहं चिन्तयामि. अस्तु, तत्र कर्मप्रवचनीयाः इत्युक्ते किम् इति तत्र ये लक्ष्मीभगिन्याः तत्र कारकवर्गः अस्ति अथवा सुकवर्णमहोदयस्य कारकचिन्तनवर्गं ते अस्ति. तत्र ध्वनिमुद्राणि सन्ति अस्मिन् विषये कर्मप्रवचनीयम् इत्युक्ते कर्मप्रवचनीयाः इत्युक्ते के किं तस्य लक्षणं किम् इति सुकवर्णमहोदयस्य वर्गस्य ध्वनिमुद्रं शृण्वन्ति चेत् सम्यक्तया ज्ञातुं शक्नोति. अत्र किम् इति सारांशेन वदामि. अत्र यदा तत्र प्रथमाध्याये चतुर्थपादे एव प्रथमम् अस्ति, तत्र आकारादेकसंज्ञा इति अधिकारः अस्ति. तदनन्तरं कारक अधिकारः इति कारके इति आरभ्य त्रिचत्वारिंशत् तमपुटे अस्ति कारके इति अधिकारः. तदनन्तरं निपातसंज्ञा अधिकारः इति अस्ति. तदनन्तरं गतिसंज्ञा इति अधिकारः. तदनन्तरं कर्मप्रवचनसंज्ञा इति अधिकारः. तदनन्तरम् एव समास अधिकारः अस्ति, समास अधिकारः अस्ति. एवम् अधिकाराः सन्ति. अत्र प्राग्रीश्वरात् निपाताः, तदनन्तरं चादिवस्तुत्वे प्रादयः उपसर्गात् क्रियायोगे इति केषां तत्र अपि आङ् प्रति इति एतेषाम् इति एतेषां पदानां समूहः अस्ति. तत्र तेषां निपातसंज्ञा प्रथमतया विधीयते. निपातस्य कः प्रयोग प्रयोजनम् इति कोऽपि स्मरति वा? निपात निपाताः किमर्थं निपातसंज्ञा विधीयते? अप इति निपातः अस्ति. पूर्वं वयं पठितवन्तः निपातस्य विषये. इदानीं तादेव तत्र निपाताः इति किं किमर्थं निपाताः इत्युक्ते, इदानीम् अप इति शब्दं स्वीकुर्मः. अप इति निपातः, निपातसंज्ञा अस्ति. इदानीं निपातसंज्ञा स्वरादिनिपातम् अव्ययम् अव्ययम् इति संज्ञा भवति. स्वरादिनिपात अव्ययम् स्वर आदि स्वरादिगणः अस्ति. स्वरादिगणेषु विद्यमानपदानाम् अपि च निपात इति संज्ञा येषाम् अस्ति तेषाम् अव्ययम् इति संज्ञा इति स्वरादिनिपातम् अव्ययम्. अव्ययम् अस्ति चेत् किं भवति? अव्ययसंज्ञा इत्यनेन कः कार्यं किं कार्यं भवति? अव्ययीभावसमासे अव्ययीभावसमासः भवति वा? न न, अव्ययम् अस्ति चेत् सुप् लोपः भवति. समीचीनं भगिनि, उत्तमम्. अव्ययतापसुपः इति सूत्रेण सुप् लोपः भवति इति कृत्वा एव अव्ययानां रूपाणि समानानि त्रिषु वचनेषु अपि च सर्वे सर्वासु विभक्तिषु इति अस्ति. इदानीं निपातसंज्ञायाः प्रयोजनं किम् इति ज्ञातम्. इदानीं तेषामेव तत्र चादिगणमस्ति, तेषु चादिगणम् इति अस्ति. तदनन्तरं प्रादिगणं प्रादि इति उपगणमस्ति. तत्र चादि प्रादि इति उपगणम् अस्ति निपातेषु एव उपगणमस्ति इत्युक्ते सब्सेट् तेषाम्. अत्र चादीनामेव प्रादि इति संज्ञा अस्ति. इदानीम् उपसर्ग संज्ञा इति अस्ति. उपसर्गाः क्रियायोगे यदा प्रादयः प्रादिगणे इत्युक्ते द्वाविंशति निपाताः, विशिष्टनिपाताः प्रपरि उपसम नियधि अपि अति सुद् अपि प्रति इति द्वाविंशति निपाताः अस्ति. तेषां प्रादि इति संज्ञा अस्ति. ये प्रादयः तत्र क्रियायेन सह तिष्ठति, क्रियाया सह तिष्ठति, तदा तस्य उपसर्ग इति संज्ञा भवति. उपसर्गः इति संज्ञा भवति. क्रिया इत्युक्ते तत्र धातोः पूर्वं भवति उपसर्गः. इदानीं निपातानां केचन निपातानां तत्र कर्मप्रवचनीया इति अपि संज्ञा अस्ति, कर्मप्रवचनीयाः इति. तत्र एकादश कति तत्र अष्टाध्याय्यां निर्दिष्टाः सन्ति अणु अप उप परि आङ् परि प्रति अभि अधि सु अति अपि इत्येषां प्रादीनां प्रादीनां तत्र प्रादिगणेषु केचन केषाञ्चन पदानां तत्र केषाञ्चन प्रादीनाम् इति केषाञ्चन प्रादीनां कर्मप्रवचनीयसंज्ञा भवति इति. इदानीं कर्मप्रवचनीया इत्युक्ते किम् इत्युक्ते क्रिया प्रोक्तवन्तः नाम ये पूर्वं क्रिया प्रोक्तवन्तः किन्तु अधुना क्रिया कृतं विशेषसम्बन्धं कथ्यन्ति इति अस्ति. अत्र किञ्चित् क्लेशः अस्ति अर्थ अवगमने, किं क्रिया प्रोक्तवन्तः पूर्वं क्रियं किं क्रिया प्रोक्तवन्तः अधुना किं सम्बन्धं वदति इति अवगमने अत्र उदाहरणं न दत्तमस्ति. अग्रे प्रायः भगिनी उदाहरणं दीयते इति अहं चिन्तयामि भगिन्या. अत्र किम् इत्युक्ते उदाहरणत्वेन अहं एकं वदामि. सामान्यतया तत्र एकम् उदाहरणमस्ति, मन्त्रम् अणु प्रावर्षत् प्रावर्षत् इति एकम् उदाहरणं शास्त्रे अस्ति. इत्युक्ते मन्त्रम् अणु इति अस्ति, अणु इति कर्मप्रवचनीया अस्ति, प्रावर्षत् इति भिन्नपदम् अस्ति. इदानीं मन्त्रम् अणु इत्युक्ते मन्त्रस्य उच्चारणं, यः कोऽपि मन्त्रयज्ञं करोति मन्त्रयज्ञं करोति मन्त्रयज्ञस्य किमर्थं करोति इत्युक्ते सः अतः जनाः मन्त्रयज्ञं कुर्वन्ति, ते किम् इच्छन्ति इत्युक्ते वृष्टिम् इच्छन्ति, वृष्टिः नास्ति इति कृत्वा वृष्टिम् इच्छन्ति. इदानीं मन्त्रयज्ञं समाप्तम् इति कृत्वा पूर्वं क्रिया प्रोक्तवन्तः. इदानीम् अणु इति शब्दं किं सूचयति इत्युक्ते मन्त्रम् अणु इति किं सूचयति इत्युक्ते पूर्वं मन्त्रयज्ञं केचन जनाः कृतवन्तः, मन्त्रम् अणु प्रावर्षत् इदानीं वृष्टिः अभवत् अस्ति, इदानीं वृष्टिः अस्ति किमर्थम् इत्युक्ते पूर्वं मन्त्रं केचन जनाः कृतवन्तः तत्कारणेन इदानीं वृष्टिः अस्ति इति. तत्र इदा सम्बन्धं कल्पयति, इदं मन्त्रं तु मन्त्र उच्चारणं तु पूर्वम् अभवत्, वृष्टिः तु इदानीम् अस्ति. अनयोः मध्ये तत्र सम्बन्धम् अणु इति कर्मप्रवचनीया इति पदेन भवति, अणु इति पदेन भवति. तत्र इतोपि अधिकं ज्ञातुम् इच्छति चेत् सुखवनं महोदयस्य ध्वनिमुद्रां शृण्वन्तु, तस्य विवरणं सम्यक्तया कृतम् अस्ति तत्र सूत्रस्य विवरणं शृण्वन्तु, तत् पर्याप्तं भवति. इदानीम् एतत् पर्याप्तं चिन्तयामि. अस्तु अग्रे अपपरिवर्जने इत्यस्मिन् विषये किञ्चित् पठेम. अपपरिवर्जने इति अपि तत्र सूत्रं कर्मप्रवचनीय अधिकारे एव अस्ति. इदानीम् अस्माकं समासविधायकसूत्रस्य किम् इत्युक्ते अपपरि बहिरञ्चवः पञ्चम्या इति सूत्रम्, अस्माकं मुख्यसूत्रमस्ति अपपरि बहिरञ्चवः पञ्चम्या इति समास अधिकारे अविभावसमास अधिकारे विद्यमानसूत्रमस्ति. अत्र अपपरि इति तत्र उपसर्ग इति उपसर्गः नास्ति, निपातः निपातः द्वयम् उक्तमस्ति. इदानीम् अपपरि इत्येव कर्मप्रवचनीयाधिकारे अपि उक्तमस्ति, अपपरि वर्जने अपपरिवर्जने इति अस्ति. इदानीं तद् एतत् सूत्रम् अवगच्छामश्चेत् तदनन्तरम् अपपरि बहिरञ्च पञ्चम्या इति सूत्रस्य अर्थः कः इति ज्ञातुं शक्नुमः. अस्तु अहं पठामि वा महोदय? अपपरिवर्जने इति सूत्रेण अपपरि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति. वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः. उदाहरणम् अपत्रिगर्तेभ्यः वृष्टः देवः. अप इति वर्जनार्थे अस्ति इत्यतः अपपरिवर्जने इति सूत्रेण अप इत्यस्य कर्मप्रवचनीयसंज्ञा भवति. वाक्यस्य अर्थः अस्ति त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन. अप इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दात् पञ्चमी विभक्तिः विधीयते. पञ्चमी अपाङ् परिभिः इति सूत्रेण अत्र त्रिगर्तेभ्यः इति उक्तम्. अतः त्रिगर्तेभ्यः इति उक्तम्. पञ्चमी अपाङ् परिभिः इति 2, 3, 10 अपत्रिगर्तेभ्यः वृष्टः देवः. अप इति अपपरिवर्जने इति अपपरि इति शब्दाः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति. वर्जनार्थे इत्यर्थे विहाय इत्यर्थम् अप. उदाहरणम् अपत्रिगर्तेभ्यः पृष्टः देवः. अप इति वर्जनार्थे अस्ति. त्रिगर्तेभ्यः इति पञ्चमी विभक्तौ अस्ति. अप विहा ऐ मीन् वर्जनार्थे. सो त्रिगर्तेभ्यः विहाय वृष्टः भवति. त्रिगर्त इति देशं त्रिगर्तेभ्यः देशं विहाय ओके दट् इस् त्रिगर्तेभ्यः ओके विहाय सर्वत्र वृष्टिः अभवत् तु अत्र त्रिगर्तदेशे एव वृष्टिः नास्ति. इदानीम् अप इति शब्देन किम् अभवत्? अप इति शब्दः कर्मप्रवचनसंज्ञा अपपरिवर्तनार्थे तत्र प्राधीनमेव तत्र कर्मप्रवचनीयसंज्ञा अस्ति खलु प्राधीना. अत्र कर्मप्रवचनसंज्ञा अभवत् तेन किम् अभवत्? तस्य कर्मप्रवचनीया अस्ति चेत् किं भवति? कर्मप्रवचनीयसंज्ञा अस्ति चेत् लैक् क्रियाकृतं विशेषसम्बन्धम्. अप इति वर्जनार्थे अस्ति इति विशेषसम्बन्धम् इति अस्ति. तत्र कर्मप्रवचनीयाः इति संज्ञायाः अर्थं कथयन्ति तु मयि तु अत्र तृतीयार्थहीने उपवदिके च इत्येषु सूत्रेषु तादृश वयं पश्यामश्चेत् तादृशसम्बन्धमेव न पश्येम. मम दृष्ट्या एवम् अस्ति. मम अवगमनं तावदेव अस्ति. यद्यपि तत्र कर्मप्रवचनीयाः इति तत्र पूर्वक्रिया भवति, इदानीं तस्य सम्बन्धं करोति कर्मप्रवचनीया इति अस्ति. तथापि अस्मिन् उदाहरणे अप त्रिगर्तेभ्यः वृष्टिः वृष्टः देवः इत्यनेन सम्बन्धं कथं वक्तुं शक्नुमः? तत्र चिन्तनीयम् बहु. किमपि अस्ति अस्तु प्रयोगे अस्ति इति कृत्वा अहम् अधिकं न जानामि अस्मिन् विषये अपि. अहम् एवं स्वीकरोमि अस्तु भवतु. अप इति अस्ति, अप इति कर्मप्रवचनीया अस्ति इति कृत्वा किं भवति? पञ्चमी पञ्चमी शब्देन समस्यते अपत्रिकर्तेभ्यः समासः नास्ति कर्महेतु प्रवचनं यथा भवान् उक्तवान् मन्त्रम् अदु एकनिमिषम् अत्र अपपरिवर्जने इति सूत्रमस्ति वर्जनार्थे अपपरि इति एतेषां कर्मप्रवचनसंज्ञा भवति इति सूत्रस्य अर्थः वर्जनार्थे इदानीम् अप त्रिगर्तेभ्यः वृष्टः देवः इति अस्ति इदानीम् अप इति कर्मप्रवचनीया अस्ति यदा वर्जनार्थे इत्युक्ते तत्र विहाय इति अर्थे त्रिगर्तं देशं विहाय वृष्टिः देवेन कृता इदानीं त्रिगर्तं विहाय इति अस्ति खलु वर्जनार्थे अस्ति इत्युक्ते त्यक्त्वा तत्र त्रिगर्तम् इति देशं त्यक्त्वा अन्यत्र सर्वत्र वृष्टिः देवेन कृता इति कृत्वा त्रिगर्त इति शब्दः अस्ति खलु तत्र पञ्चमी विभक्ति भवति अप इति कर्मप्रवचनीया इति संज्ञया किं भवति त्रिगर्त इति शब्दः अस्ति खलु तत्र पञ्चमी विभक्ति भवति केन सूत्रेण पञ्चमी अपाङ्परिभिः इति सूत्रेण पञ्चमी अपाङ्परिभिः कुत्र अस्ति इत्युक्ते तत्र द्वितीयाध्याये तृतीयः पादे अनभिहिते इति अधिकारः अस्ति तत्र पञ्चमी अपाङ्परिभिः इति दशमसूत्रमस्ति इदानीं द्वितीयाध्याये तृतीयः पादे पुटसङ्ख्या वदामि 49 इति अस्ति अनभिहिते इति अधिकारः द्वितीयाविभक्ति अनन्तरं चतुर्थीविभक्ति एवं लिखितमस्ति तृतीयाविभक्ति इति पञ्चमी यद्यपि तत्र एवं लिखितमस्ति द्वितीयविभक्तिविधानं चतुर्थीविभक्तिविभागम् इति कारकविभक्तिविषये एव अस्ति लिखितमस्ति अत्र एव पश्यामश्चेत् पञ्चम्यपाङ्परिभिः अप आङ् परिभिः तत्र पञ्चमी विभक्ति भवति इति सूत्रस्य अर्थः इदानीम् अपपरिवर्जने इति सूत्रेण किम् अस्ति अपपरि इति निपातद्वयम् अस्ति खलु इदानीं तेषां कर्मप्रवचनीयसंज्ञा अस्ति कर्मप्रवचनीयसंज्ञा अस्ति इदानीम् अपपरि पञ्चम्यपाङ् परिभिः इति सूत्रेण अप इति पदस्य समीपे अत्र कर्मप्रवचनीय इति उपपद तत्र उपपदविभक्ति इति वदामः उपपदविभक्ति इति यथा अत्र तत्रापि भिन्नकार्यमस्ति तत् सर्वं वक्तुं शक्नुमः इदानीं शक्नुमः तत् इत्युक्ते उपपदविभक्तेः उदाहरणम् अस्ति छात्रं प्रति पृच्छति आचार्यः छात्रं प्रति प्रश्नं पृच्छति अत्र छात्रं प्रति इति अस्ति खलु प्रति इति निपातेन तत्र किं भवति छात्रम् इति द्वितीया इति भवति तद् उपपद इति वदामः उपपदविभक्तिः अस्ति अथवा अन्यम् उदाहरणमपि वदामि विद्यालयं परितः इति अस्ति खलु विद्यालयम् इत्यस्य पदस्य द्वितीयविभक्तिः कथं भवति इत्युक्ते परितः इति पदेन उपपदविभक्तिः इति वदामः एवम् अत्र पञ्चम्यपाङ्परिभिः इति अप इति शब्दस्य अनन्तरं यः अथवा अप इति पदस्य अनन्तरं यः यत् पदम् अस्ति तस्य पञ्चमी विभक्ति भवति इति अर्थः इति कृत्वा अप त्रिगर्तेभ्यः वृष्टिः देवः वृष्टः देवः इति. इदानीम् अपपरिवर्जने इति सूत्रेण किम् अभवत्? अप इति शब्दस्य कर्मप्रवचनीया वर्जनार्थे. इदानीं पञ्चम्यपाङ्परिभिः इति सूत्रेण किम् अभवत्? अप इति शब्दात् यत् पदम् अस्ति, यत् पदं तत्र विहाय यन् विहाय तत्र विष्टः देवः यं वर्जयित्वा तस्य इदानीं पञ्चमी विभक्ति भवति. अवगतं महोदय. सर्वे बुद्धं वा? अद्य बहु किमपि अस्ति. अपाङ्परिभिः अपाङ्परिभिः तृतीय अस्ति, पञ्चमी नास्ति. पञ्चमी तृतीया अस्ति, तत्तु सत्यं. तेषां योगे यस्य पदस्य एतयोः योगः अस्ति, एतेषां योगः अस्ति, अथवा एतैः योगः इति अपि वदामः, एतेषां योगः इति अस्ति, तदा तस्य पदस्य पञ्चमी इति अर्थः. इदानीं मया उक्तं खलु एकम् उदाहरणं, विद्यालयं परितः इति. परितः इति शब्देन विद्यालयस्य विभक्तिपरिवर्तनम् अभवत्. षष्टिविभक्ति प्रायः स्यात् तु, इदानीं परितः इति पदेन तत्र विभक्तिः अभवत्. धन्यवादः महोदय. केवलं विहाय इत्यस्य अर्थे एव कर्मप्रवचनीयसंज्ञा और् तस्य उपयोगं भवति न अप शब्दस्य अपपरिवर्जने इति. इदानीं पश्येमश्चेत् अप इति शब्दः अन्यस्मिन् सूत्रे यत्र कुत्रापि नास्ति इति भाति. इत्युक्ते अणु इति पद प्रथमं कर्मप्रवचनीया इति अस्ति खलु, तदनन्तरं पुटसङ्ख्या 45 अणुर्लक्षणे, तदनन्तरं तृतीय अर्थहीने इति त्रिषु अर्थेषु अणु इति निपातस्य कर्मप्रवचनीया संज्ञा भवति. इदानीम् उपम् अधिके च, उप इति निपातस्य, हीने अपि च अधिके इत्येषु अर्थेषु अनयोः अर्थयोः तत्र कर्मप्रवचनीयसंज्ञा भवति. अप इति शब्दस्य परि इति शब्दस्य अथवा निपातस्य वर्जनार्थे कर्मप्रवचनीया भवति. अप इत्यस्य अत्र एव उल्लेखः कृतः. अन्यत्र विभाषाकृणिपर्यन्तं यत्र कुत्रापि अस्ति वा इति द्रष्टव्यम्. अपगच्छति इति प्रयोगमस्ति, तत्र विहाय इति अर्थं न भवति, तत् उपयोगं तत् एकं तत्र कर्मप्रवचनसंज्ञा नास्ति. तदेव अहं पृच्छामि. उपसर्ग यत्र इदानीं यत्र कर्मप्रवचनीयसंज्ञा अस्ति तत्र उपसर्गसंज्ञा न भवति इति कृत्वा तत्र किमर्थम् इत्युक्ते तत्र आकारादेका संज्ञा इति अधिकारे अस्ति, एकमेव संज्ञा भवति इति. उपसर्गसंज्ञा अस्ति चेत् तत्र क्रियायोगे अस्ति चेत् तदा कर्मप्रवचनसंज्ञा न स्वीकुर्मः. तु कर्मप्रवचनसंज्ञा परम् अस्ति कृत्वा तस्य बलम् अधिकम् अस्ति विप्रदेशे परं कार्यम्. परि इति शब्द अपपरिवर्जने इत्येवम् इत्येव अस्ति, एण्ड् लक्षणे इत्थम्भूत आख्यान भागवीप्सासु प्रति परि परि परितु किञ्चित् कर्मप्रयोजने अपि किञ्चित् क्लेशः अस्ति, अवगमने किञ्चित् क्लेशः अस्ति. कथं तस्य अवगमनं महोदय? महोदय, वाट् ऐ अण्डर्स्टुड् केन् ऐ टेल् दट् सिम्प्लि इन् सिम्पल् टर्म्स्? अपापरि अपापरि इट् इस् कर्मसञ्चिनी कर्मप्रवचनीयसंज्ञा अस्ति दट् अपपरिवर्जने इति सूत्रेण. एण्ड् स्वरादिनिपातम् अव्ययं बिकास् आफ् दट् दे गेट् अव्ययसंज्ञा आल्सो. सेम् वे इस् वित् आङ् आङ्ग् आङ् मर्यादिवचने दट् आल्सो. And same, Anchu, Dhatutaha, Anchuta, Nishpana, all of them have got Panchami Vibhakti defined by separate sutras. But what happened, Bahi, no, let me tell what I understood, you correct me later. Where I gone wrong. Okay, so all these have got Panchami Vibhakti divided and Avyaya divided. But Avyayi Bhava Samasa is divided, is distinct by this sutra only. Can you repeat again? Apapari and Aang as well as Anchu Dhatavaha will get Panchami has been defined by different sutras. And Apapari has got Nipata Samnya, and because of that Avya Samnya Bhavati. But Avyayi Bhava Samasa has been defined for all the words Apapari Bahi Anju Dhatavaha. Is Samasa becomes only by Apapari Bahananjava Panchamya. Because for Bahi there is no Panchamya in any sutra separately, whereas Apapari has got Panchami defined, Aang has Panchami defined, even Anju Udatavaha also Panchami has been defined, but they are all not Samasas. They are independently Panchami link has been done. For Bahi, Panchami has not been linked anywhere, but in none of them have got the Samasa Sampnya also. So Panini, what he did was, in bringing by this sutra Apa, Pari, Bahi and Anju Dhatavaha, Panjami Yukta Subandena Saha Samasyade Chet Avyayi Bhava Samasa Bhavati. Asthu Maya, Samichinam. Samichinam. अग्रे तदेव भवति अर्थः. अस्तु, यदि अपपरिवर्जने इति सूत्रेण अस्तु, अग्रे पुष्पा भगिनी भवती एवं परि इति तत्र ततः पठति वा? पुष्पा भगिनी अस्ति वा? एकनिमिष महोदय, एकनिमिष. अस्तु, तत् अरविन्द महोदय भवतः पुरतः अस्ति वा इदानीम्? एवं परि इति संसारः तदस्ति. एवं परि न दृश्यते. महोदय भवान् पठतु महोदय. एवं परि एवमेव परि अस्ति. एवमेव परि भगिनी पठितुमिच्छति वा? एवमेव परि एवमेव परि अस्तु अस्तु. एवमेव अपाप्तिरर्थम् अस्तु अस्तु. आम्, एकनिमिषः महोदय. एवमेव परि अपत्रिगर्तात् तद् त्रिगत् त्रिगर्तात् न महोदय, सम्यक् न स एवमेव परि त्रिगर्तेभ्यः दृष्टः देवः इति उदाहरणं। परि इति वर्जनार्थे अस्ति, अतः अपपरिवर्जने इति सूत्रेण परि इत्यस्य कर्मसंज्ञा कर्मप्रवचनीयसंज्ञा भवति। वाक्यस्य अर्थः अस्ति त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन। परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्तः इति शब्दात् पञ्चमी विभक्तिः विधीयते पञ्चम्यः पा आङ् परिभिः इति सूत्रेण। तत्र अपपरिवर्जने अपपरिवर्जने इति सूत्रस्य अर्थं दत्तमस्ति। परि इति अप इति पञ्चमी शब्देन त्रिगर्तेभ्यः अप परित्रिगर्तेभ्यः अप परित्रिगर्तेभ्यः इति शब्दस्य पञ्चमी युक्तेन कारणेन त्रिगर्ते देशं विहाय इति अर्थं सिद्ध्यति। यदा यदा अपपरिवर्जने इति सूत्रेण अपपरि अनयोः शब्दयोः वर्जनार्थं त्यागः कर्मप्रवचनीयसंज्ञा भवति, तदा पञ्चम्या पाङ् परिभिः पञ्चम्या अपाङ् परिभिः पञ्चम्यपाङ् परिभिः इति सूत्रेण अपपरि इति पदयोः योगे पञ्चमी विभक्ति भवति। पञ्चम्यापाङ् परिभिः इति सूत्रे आङ् इत्यस्य इत्यपि उक्तम्। आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादा मर्यादावचने इति सूत्रेण। आङ् मर्यादावचने इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे। मर्यादा नाम तेन विना इत्यर्थः। यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी विभक्ति भवति इति सूत्रेण। तथा अप और् परि इति द्वयोः द्वयोः अव्ययानां पञ्चमी योजनेन वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति इति उक्तमस्ति अस्मिन् परिचये। अपि च आङ् मर्यादा वचने इति सूत्रेण कर्मप्रवचनीयसंज्ञा विधीयते। तेन किं मर्यादार्थे मर्यादार्थे आङ् अपि अस्ति तेन विना अनेन किं भवति? इदानीं मर्यादार्थे आङ् इति कर्मप्रवचनीयसंज्ञा भवति, अनेन किं भवति? तस्य योगे पञ्चमी भवति। तत्र येषां निपातानां योगे पञ्चमी विभक्ति भवति, यस्य पदस्य तत्र सामीप्यम् अस्ति, सामीप्यते सम्बन्धः अस्ति, तस्य पञ्चमी विभक्ति भवति। केन सूत्रेण भवति? पञ्चम्यापरिभिः इति अस्तु। अग्रे अस्मि महोदय, मया पठामि। आं मर्यादा वचने आप् समुद्रात् भारतदेशेन देशः तद्यता आसमुद्रात् भारतदेशः इति वाक्ये समुद्रं विहाय समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः। समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते। अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने इति सूत्रेण. तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चमी अपाङ् परिभिः इति सूत्रेण. आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते. अस्तु, अत्र आङ् अत्र ण्यकारः तु गच्छति हल्यन्तम् इत्यनेन आङ् आ समुद्रात् किं वदति सूत्रं किं वदति सूत्रं तु एतत् सूत्रं नास्ति, एतद् विषयम् अस्ति वचने इति सूत्रं किं वदति आङ् मर्यादावचने इत्यस्य अर्थः मर्यादा इति वदनेन तेन विना इति अर्थः. तत्तु समुद्रविहाय तत्र आवसमुद्रात् भारतदेशः इति वदनेन समुद्रं विहाय समुद्रं पर्यन्तं यः भूभागः तत्तु समुद्रविना भूभागः वर्तते ते तद् भारतदेशः इति तद् न सः भारतदेशः इति वाक्यं वदति सूचयति. हा समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः तदेव भारतदेशः. अत्र आङ्ग इति वदनेन मर्यादार्थे आगच्छति तत्तु विना इति तेन विना इति आगच्छति. तस्य कर्मप्रवचनीया संज्ञा भवति आङ् मर्यादावचने. कस्य कर्मप्रवचनीया कस्य कर्मप्रवचनीयसंज्ञा किम् इति तस्य तु समुद्रात् समुद्रात् वा भारतदेशे वा आ इति पदस्य वा अव्यस्य वा आसमुद्रात् एव कर्मप्रवचनीयसंज्ञा भवति. आसमुद्रात् एव कर्म प्रवचनीयसंज्ञा भवति महोदय. आङ् मर्यादावचने इति सूत्रम् एकवारं तत्र उपरि अस्ति खलु तत् पठतु एकवारं. हा इति सूत्रेण आङ् प्रत्यय आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे. मर्यादा नाम तेन विना इत्यर्थः. यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति पञ्चमी अपाङ् परिभिः इति सूत्रेण. इदानीं भवतु कस्य कर्मप्रवचनीया आ समुद्रात् भारतदेश इत्यत्र समुद्रात् एव न तदेव पञ्चमी अस्ति. गोमती भगिनी भवती वदति वा आम् आम् तस्य कर्मप्रवचनीयसंज्ञा भवति इति दत्तम् अत्र वाक्ये. अर्थम् अर्थस्य विवरणं कर्तुं समुद्रः इति कस्य कर्मप्रवचनसंज्ञा आम् तत्र आ इति पद अव्ययम् अस्ति खलु तत्र एव तस्य एव कर्मप्रवचनसंज्ञा अस्ति. तेन निमित्तेन समुद्रं समुद्र इति पदस्य पञ्चमी विभक्ति भवति पञ्चम्यपाङ् परिभिः इति सूत्रेण. इदानीं सम्यक् प्रश्न मया न अवगतं महोदय. इदानीं अवगतम्, इदानीम् अवगतम्। आङ् एव कर्म प्रवचनीयसंज्ञा भवति, परन्तु समुद्रं मर्यादवचने आङ् इति उपयुक्तम्। सम्यक् सम्यक् महोदय। महोदय भगिनी, तत्र अहम् इति मर्यादावचने उपयुक्तः अस्ति, आङ् इति आङ् इति अव्ययम् उपयुक्तम् अस्ति, तत्र मर्यादावचने अस्ति इत्युक्ते मर्यादा वचने इत्युक्ते विहाय इत्यर्थे आङ् इति अव्ययं प्रयुक्तम् अस्ति। इदानीं कं विहाय, विहाय अर्थे उपयुक्तमस्ति इत्युक्ते कं विहाय इत्युक्ते समुद्रं विहाय इति वक्तव्यं भवति। भगिनि एकनिमिषं, समुद्रं विहाय इति आ समुद्रं विहाय इति न वदामः, आसमुद्रं बाधते आसमुद्रात् इत्येव वदामः पञ्चम्य अपाङ्परिभिः इति सूत्रेण। पञ्चमे अपाङ्परिभिः इति सूत्रेण आसमुद्रात् इति एव वदनम्। अस्तु अस्तु अस्तु, एतावता एतावता ज्ञातं यत् अपपरि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरिवर्जने इति सूत्रेण। तत्पश्चात् तयोः योगे पञ्चमी भवति अपाङ्परिभिः इति सूत्रेण। अस्तु अस्तु अस्तु, सम्यक् अवगतं, वदामि वदामि महोदय। अप् च परि च कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरिवर्जने इति सूत्रेण। पश्चात् तद् योगं कृतम् अस्ति चेत् तत्र पञ्चमी विभक्ति भवति अपाङ्परिभिः इति सूत्रेण। तत्र मुद्राणपाङ्परिभिः इति भवेत्, तत्र दोषः अस्ति, तत्र मुद्राणदोषः अस्ति, पञ्चम्यपाङ्परिभिः इति भवतु। सम्यक् सम्यक् महोदय, पञ्चमी अपाङ्परिभिः, सपोस् टु करेक्ट् इट्, या सम्यक् अस्तु महोदय, पञ्चमी अपाङ्परिभिः इति सूत्रेण। अस्तु अग्रे पठामि कोऽपि, पठामि महोदय एकनिमिषम्। सारि, आम् पठामि। अञ्चु इति धातुतः निष्पन्नानां दिक् वाचकानां योगे पञ्चमी। अत्र अञ्चु इति धातोः विषये वदति, पूर्वम् अपपरि एते अव्यय कर्मप्रवचनीयसंज्ञायाः विषये उक्तम्। अत्र अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी इति आरभ्यते। अन्याराधितरर्थे इति सूत्रं, तत्र क्लेशः अस्ति, अन्याः आदितरर्थे आदितर आदि एकनिमिषम् अन्याराधितरर्थे दिक्शब्दान् तत्रैव दिक्शब्दाञ्चु दिक्शब्दाञ्चुत्तरपद उत्तरपदजाहि युक्ते इति अस्ति. तत्र पुटसङ्ख्या 49 तत्र किञ्चित् पदविभागं कृत्वा दत्तमस्ति. 49 मध्ये 29 सूत्रसङ्ख्या 29 दिक्शब्दाञ्चुत्तरपदा जाहि युक्ते इति अस्ति. अस्तु पठतु भगिनि. इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमी विभक्ति भवति. अञ्चु गतिपूजनयोः इति द्वादिगणीयधातुः अस्ति. दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति. प्राक् च प्रत्यक् च उदच् इत्येते क्विन् प्रत्ययान्ताः शब्दाः अञ्चु धातुं प्रयुज्य निष्पन्नाः. प्राक् च प्रत्यक् च उदच् क्षम्यतां प्राक् च प्रत्यक् च उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीपस् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् प्राची दिक् अवाची दिक् प्रतीची दिक् इत्यादयः दिग्वाचका शब्दाः निष्पन्नाः. अत्र एकं सूत्रं दत्तम्. तस्मिन् सूत्रे अञ्चु इति धातोः विषये उक्तमस्ति. अञ्चु इति धातुतः अञ्चु इति धातुः फादिगणे अस्ति. गतिपूजनयोः इत्यर्थे फादिगणीयधातुः अस्ति अञ्चु. अञ्चु इति धातूनां धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी विभक्ति भवति इति सूत्रं वदति. दिक् इत्यस्य अर्थं भवति उदीचि प्राचि अवाचि प्रतीचि इत्यादयः दिग्वाचकशब्दाः निष्पन्नाः अञ्चु इति धातुतः. तत् क्विन् प्रत्ययस्य योजनेन एतानि पदानि भवन्ति. अस्तु महोदय. अस्तु तत्र दिग्वाचकपदानां योगे अपि पञ्चमी विभक्ति भवति इति अन्याराधितरर्थे शब्दांशुच्चरपदाजागियुक्ते इति सूत्रेण तत्र दिक्वाचकपदानामपि योगे तेषां योगे तत्र पञ्चमी विभक्ति भवति इति उक्तमस्ति. तत्र एव तत्र इदानीं पुस्तकं पश्यामश्चेत् पञ्चमी विभक्ति अपादाने पञ्चमी तत् कारकविभक्ति अस्ति. तदनन्तरम् अन्याराधितरर्थे इति इदं सूत्रं भवति इति कृत्वा तत्र पञ्चमी विभक्ति दिक्शब्दानां योगे अपि भवति इति अस्ति. अस्तु अग्रिममपि किञ्चित् पठतु. समयः अपि नास्ति. पठेन किञ्चित् पठेन. अञ्जुं गतौ इति धातुः उपपदेन सह प्रयुज्यते. तर्हि अस्मात् धातोः ऋत्विग् दधृक् स्त्रिग् गुष्णि गञ्चु युजि कृञ्चां च इत्यनेन क्विन् प्रत्ययं कृत्वा भिन्नाः दिग्वाचकशब्दाः सिद्ध्यन्ति. तथा प्रयोगः अञ्च् योगः क्विन् प्राच् पूर्वः इत्यर्थे. प्रतियोगः अञ्च् योगः क्विन् प्रत्यच् पश्चिम इत्यर्थः. उद् योगः अञ्च् योगः क्विन् भवति उदच् उत्तरः इत्यर्थः. तत्र सूत्रं सूत्रं क्वीन् प्रत्ययस्य अञ्च धातोः क्वीन् प्रत्ययस्य योगे भिन्नाः दिग्वाचकशब्दाः सिद्ध्यन्ति. ते दिग्वाचकशब्दाः प्राच् प्रत्यच् उदच् एतानि सन्ति. अत्र क्विन् प्रत्यये किं भवति इत्युक्ते क्विन् प्रत्यये सर्वेषां तत्र विद्यमानानां वर्णानां लोपः भवति. नकारस्य तत्र हलन्त्यं तदनन्तरम् इकारस्य उपदेशाजननासिकेत् ककारस्य तदनन्तरं वकारस्य भिन्नसूत्रमस्ति तद् परिचितं नास्ति. वे अपृतस्य न न लोपोव्योर्वलि नास्ति. लोपयोर्वलि इत्युक्ते वल् प्रत्याहारे परे तत्र लोपः इति. एकनिमिषं षष्टमाध्याये एव प्रथमपादे अस्ति एतत् सूत्रं इति सूत्रमस्ति. तत्र सूत्रसङ्ख्या 102 मध्ये लोपप्रकरणम् इति अस्ति. लोपप्रकरणे लोपयोर्वलि तत्र वे अपृत्तस्य इति अस्ति. इदानीम् अपृत्तः अस्ति. इदानीं नकारः हलन्त्यमिति न अपगच्छति. ककारः लषक्वसद्धितेन अपेगच्छति. इकारः उपदेशाजुननासिके इति सूत्रेण गच्छति. केवलं वकारः एव अवशिष्यते. वकारः इदम् अकारः अपृक्तः. अपृक्त इत्युक्ते एकाल्प्रत्ययः अपृक्त एकाल्प्रत्ययः इति अस्ति. अपृक्त इति केवलम् एक अल् एव भवति प्रत्यये. इदानीं वकारः एक एव तिष्ठति इति कृत्वा वकारस्य वेः अपृक्तस्य लोपः इति. तदा तस्य अपि लोपः भवति. तदा किम् अवशिष्यते? सा योग अञ्च् इति अस्ति. इदानीं क्विन् प्रत्ययः कीदृशप्रत्ययः? कित् अस्ति. कित् इति कृत्वा तत्र ञकारः अञ्च् मध्ये ञकारस्य तत्र लोपः भवति इति कृत्वा तत्र एवम् अच् इत्येव अवशिष्यते. प्रायोग अच् प्राच् इति भवति. अस्तु, अग्रिमवर्गे इतोपि चिन्तयामः अस्मिन् विषये. किमपि अस्ति? अस्तु, अग्रिमवर्गे पश्यामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. नमस्कारः, धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः.